सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते. भगिनी स्मारयतु. मिथ्यानामनरस्यरूपमधिकम् प्रच्छन्नगुप्तं धनम् मिथ्या भोगकरी यशःसुखकरी मिथ्या गुरूणां गुरुः मिथ्या बन्धुजनो विदेशगमने मिथ्यापरा देवता मिथ्या राजस पूज्यते न तु धनम् मिथ्या विहीन पशुः. उत्तमं, धन्यवादाः भगिनी. विद् इति धातुः अस्ति. विद् धातुतः क्यप् इति प्रत्ययस्य योजनेन विद्या इति रूपं, विद्या इति रूपं साधयितुं विद् धातुतः क्यप् इति प्रत्ययस्य योजनं भवति. तदर्थम् एकं सूत्रमपि अस्ति. पदमस्ति विद्या, तत्र अल्पप्राणधकारः भवेत्, न तु महाप्राणधकारः. तत्र विद्या केवलम् अल्पप्राणदकारः वक्तव्यः. अस्माकं विषयः तु लृट्लकारः. लृट्लकारस्य प्रसङ्गे एका कथा दीयते. कथायाः पठनात् पूर्वं 50-100 पुटं पश्यन्तु. तस्मिन् पुटे चतुर्थः अभ्यासः अस्ति. तम् अभ्यासं समाप्य कथां प्रति सरेम. 15-100 पुटं पश्यन्तु. तत्र चतुर्थः अभ्यासः अस्ति. सरलमेव, अभ्यासं कृत्वा अग्रे सरेम. भगिनी भवती एव आरम्भं करोतु. सूर्यकुमारी भगिनी, यदोदाहरणं वदत लिखत च. प्रथम उदाहरणमस्ति, यदि अद्य सोमवासरः, श्वः कः वासरः भविष्यति? श्वः मङ्गलवासरः भविष्यति. उत्तरमपि दत्तं खलु? किञ्चित् परिवर्त्य अद्य गुरुवासरः, तस्मिन् प्रसङ्गे वदतु. अद्य गुरुवासरः, तर्हि श्वः शुक्रवासरः भविष्यति. अत्र भविष्यति रूपं कथं साधनीयम् इति भवती जानाति खलु? हा भगिनि. उत्तमम्, अग्रे सरतु. यदि भवान् भवती अद्य गणितं पठति, तर्हि संस्कृतं कदा पठिष्यति? उत्तरं, यदि भवान् भवती अद्य गणितं पठति, तर्हि संस्कृतं श्वः पठिष्यति. अत्र भवान् भवति इति अस्ति चेत् पठिष्यति प्रश्नवाचकवाक्यमस्ति. भवान् कदा पठिष्यति, भवती कदा पठिष्यति इति प्रश्ने सति अहं पठिष्यामि इति वक्तव्यं खलु? आम् आम्. वदतु. आम् क्षम्यताम्. आम्, यदि तव भ्राता अद्य न आगतः, तर्हि कदा आगमिष्यति? यदि तव भ्राता अद्य न आगतः, तर्हि श्वः आगमिष्यति. भ्राता आगमिष्यति. पूर्वस्मिन् वाक्ये संस्कृतम् इति पदमस्ति. संस्कृतम् इति पदं क्ताप्रत्ययान्तरूपमस्ति. एवमेव गणितम् अपि क्ताप्रत्ययान्तरूपमस्ति. भवती जानाति खलु, चुरादिगणे एकः धातुः अस्ति, गणयति इति रूपमस्ति. गणयति इति लटीरूपमस्ति, क्तान्तरूपं गणितम्. तव भ्राता अद्य न आगतः, तर्हि सः कदा आगमिष्यति इति प्रश्ने सति मम भ्राता इति आरभ्य वक्तव्यं खलु, उत्तरं दातुम् इच्छामश्चेत् मम भ्राता आगमिष्यति. उत्तमम्. अत्र आगमिष्यति रूपं साधयितुम् इच्छामश्चेत् गम् धातुः अनिट् धातुः, किन्तु अत्र इडागमः दृश्यते. किमर्थं चेत् वक्तुमिच्छति वा? अनिट् धातुः स्या स्यात् प्रत्ययः वलादि अस्ति चेत् इडागम अनुकूलः भवति. आर्धधातुकप्रत्ययविषये भवती यद् वक्तुमिच्छति तत् साधु एव. स्याप्रत्ययस्य प्रसङ्गे स्याप्रत्ययः इडनुकूलप्रत्ययः एव, किन्तु गम् धातुः तु अनिट् धातुः. तत्र विशिष्टसूत्रं कार्यं करोति. गमेरिट् परस्मैपदेषु इति सूत्रेण तत्र इडागमयोग्यता सिध्यति, योग्यता सम्पन्ना भवति. आगतः इति रूपं वक्तुमिच्छति वा? उपसर्गः गम् धातुः आगतः क्तान्तरूपम् मकारलोपः भवति. उत्तमं. सूत्रं जानाति वा, स्मरयति वा? चित् अस्ति चेत् निष्ठाप्रत्ययानां चिन्ता मास्तु. तत्र मकारलोपः भवति. मकारलोपः झलादिकितनित् प्रत्यये परे भवति. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इति एकं सूत्रमस्ति. उपदेशावस्थायाम् अनुदात्तधातवः अपि च अनुनासिकान्तधातवः सन्ति चेत् तेषाम् अनुनासिकलोपः भवति. गम् धातुः अनुनासिकान्तधातुः, अतः मकारलोपः भूत्वा क्ताप्रत्ययस्य योजनेन गत इति रूपं तत्र सिध्यति. अपि च यदि तर्हि इति प्रयोगस्य प्रसङ्गे स्पष्टता भवेत् अस्माकं मनसि. कथं यदि इति प्रयुज्य वाक्यं वक्तुमिच्छामश्चेत् तत्र यदि तर्हि प्रयोगः एव भवनीयं. चेत् इति अपि वक्तुं शक्यते. तव भ्राता अद्य न आगतः चेत् कदा आगमिष्यति इति वाक्यमपि साधु, समानार्थकं वाक्यं. चेत् प्रयोगं कृत्वापि वक्तुं शक्यते. अपि च तृतीयप्रकारकः प्रयोगः अपि वर्तते. चेत् तर्हि इति प्रयोगः अपि साधु एव. यदि तर्हि एकः प्रयोगः, चेत् अन्यप्रयोगः, चेत् तर्हि प्रयोगः. किन्तु यदि चेत् इति न वक्तव्यं, तादृशरीत्या एव प्रयोगः भवति. चेत् तर्हि इति प्रयोगं कथं भविष्यति? फार् एक्साम्पल् यदि तव भ्राता अद्य न आगतश्चेत् तर्हि कदा आगमिष्यति, तादृशं वा? तव भ्राता अद्य न आगतः चेत् तर्हि कदा आगमिष्यति यदि न वक्तव्यं, तदेव. ओके, यदि आयाति चेत् तर्हि एव वक्तव्यं. भगिनी वदतु. यदि त्वम् अधुना न क्रीडसि तर्हि कदा क्रीडिष्यसि? यदि अहम् अधुना न क्रीडामि तर्हि अहं श्वः क्रीडिष्यामि. यदि अहम् अधुना न क्रीडामि तर्हि कदा क्रीडिष्यामि, खलु? उत्तमम्. अत्र त्वम् अधुना अनयोर्मध्ये सन्धिकार्यम् अस्ति वा नास्ति वा? त्वम् अधुना सन्धिकार्यं नास्ति. किमर्थं नास्ति? अकार अस्ति, हलादि एव सन्धि भवति, अजादि सन्धि न भवति. परिवर्तनं नास्ति इति मन्ये. अत्र मिलित्वा अपि लेखितुं शक्यते खलु? उत्तमं. क्रीडिष्यसि, अत्र कीदृशं कार्यमस्ति? मध्यमपुरुष एकवचनं, क्रीड्योगः, स्यायोगः, सिप् क्री अपि इरानुकूल भवति, क्रीड् स्या अपि इरानुकूल इरानुकूल भवति. क्रीडिष्यसि आदेशप्रत्ययोः सकार षकार भवति, षकार भवति, क्रीडिष्यसि. उत्तमम्. अत्र धातुः क्रीड् हलन्तधातुः अस्ति इति कारणतः आधिक्येन हलन्तधातवः सेटः, स्या प्रत्ययः अपि सेट् प्रत्ययः, अतः इडनुकूलता वर्तते, अतः क्रीडिष्यसि इति रूपमस्ति. उत्तरम् इति पदं त्रू धातुतः निर्मितं पदम् इति जानाति खलु? त्रू धातोः लटीरूपं किं भवति? अग्रे करोतु. क्रीडिष्यसि इति तस्य प्रत्ययः किं सि इति तस्य प्रत्ययः किं भवति? लट् रूपं, लटिरूपाणि वदतु भगिनि. क्रीडति, क्रीडितः, क्रीडन्ति, क्रीडसि, क्रीडितः, क्रीडितः इति किमर्थमस्ति? क्रीडतः. क्रीडत, क्रीडामि, क्रीडावः, क्रीडामः. क्रीड् धातोः लटिरूपम् उक्तवती, लृटिरूपाणि वदतु. क्रीडिष्यति, क्रीडिष्यतः, क्रीडिष्यन्ति, क्रीडिष्यसि, क्रीडिष्यतः, क्रीडिष्यथ, क्रीडिष्यामि, क्रीडिष्यावः, क्रीडिष्यामः. उत्तमम्. लृटिरूपेषु मध्यमपुरुष एकवचनरूपम् अत्र दत्तमस्ति, तत्र भेदः कः? तदेव अहं पृच्छामि, तस्य तिङ् प्रत्ययः कः भवति? क्रीडिष्यसि इति तस्य अन्तिमरूपं किल, लैक् तिङ् प्रत्ययः सि इति कस्मात् तिङ् प्रत्ययात् आगतः? तिप् तस् झि सिप् तस् था मिप् वस् मस् इति नवप्रत्ययाः, धातुः परस्मैपदी धातुः अस्ति चेत् एते प्रत्ययाः योज्यन्ते. तिप् तस् झि सिप् थस् था मिप् वस् मस्. अत्र सिप् प्रत्यये किं भवति भगिनी वदतु? पकारलोपः भवति, सि एव अवशिष्यते. सि अवशिष्यते. कार्यं कथं भवति भवती वक्तुमिच्छति वा? क्रीडसि इत्यत्र कथं भवति, क्रीडिष्यसि इत्यत्र प्रत्ययस्य आगमनं कथं भवति? इत्युक्ते प्रत्ययस्य आगमने क्रमः अस्ति. लटिरूपेषु आदौ तिङ् प्रत्ययः आयाति, किन्तु लृटिरूपेषु आदौ लकारनिमित्तिकस्य प्रत्ययः, लकारनिमित्तिकविकरणप्रत्ययः आयाति खलु? किञ्चित् वदतु. क्रीड्योगः कर्तरि सेप् इत्यनेन सेप् आयाति. क्रीड्योगः सेप् अनुबन्धलोपानन्तरम् आ एव तिष्ठति, क्रीडा भवति. क्रीडायोगः ति वर्णमेलनेन क्रीडति भवति. क्रीडिष्यति इत्यत्र क्रीडिष्यति धातुः क्रीडः, क्रीड् क्षम्यतां, क्रीड् योगः लकारनिमित्तप्रत्ययप्रथमम् आयाति स्या, तदनन्तरं सि आयाति. स्या वल आर्द्रापिक वलाति चेत् इडा अनुकूलः भवति. क्रीडपि अनन्त प्रत्यय धातु अस्ति चेत् वल इडाकम् अनुकूलः भवति. क्रीड् योगः ई योगः स्या योगः ति क्रीडी भवति. स्या शा भवति क्रीडिष्यति. उत्तमं भगिनि. अत्र भेदः कः इति प्रश्ने सति लट्लकारः सार्वधातुकलकारः, लृट्लकारः आर्धधातुकलकारः. अतः सार्वधातुकप्रक्रियायाम् अयं धातुः कस्मिन् गणे अस्ति इति अवश्यं द्रष्टव्यम्. धातुः भुवादिगणे अस्ति, भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति इति कृत्वा क्रीड् धातुतः क्रीडति इति रूपं भवति. तत्र रूपाणि क्रीडति, क्रीडतः, क्रीडन्ति, क्रीडसि, क्रीडतः, क्रीडथ, क्रीडामि, क्रीडावः, क्रीडामः. तत्र इडागमः कुत्रापि न दृश्यते. किमर्थं चेत् लटिरूपेषु इडागमः अनावश्यकम्. सार्वधातुकप्रक्रियायाम् इडागमचिन्तनम् अनावश्यकम्. आर्धधातुकप्रक्रियायाम् एव इडागमयुक्तरूपाणि द्रष्टुं शक्नुमः. अतः एव क्रीडिष्यति, क्रीडिष्यसि इत्यादीनि रूपाणि सिद्ध्यन्ति. लटिरूपेषु नवरूपेषु कुत्रापि इडागमः न दृश्यते. अन्तिमं वाक्यं करोतु. यदि भवन्तः भवत्यः अत्र न पश्यन्ति तर्हि कुत्र रक्ष्यन्ति? उत्तरं, यदि वयं अत्र न अत्र न पश्यामः तर्हि अन्यप्रदेशे रक्षामः. उत्तमं. भवन्तः अत्र न पश्यन्ति तर्हि कुत्र द्रक्ष्यन्ति? अत्र न पश्यन्ति, किं न पश्यन्ति? ओ, वयं अत्र अत्र दृश्यं चित्रम् अत्र चित्रं न पश्यन्ति तर्हि अन्यस्मिन् गृहे द्रक्ष्यामः. महोदय, भवान् एकं वाक्यं रचयतु. संस्कृतभाषया ज्ञानं न प्राप्नुमः चेत् अन्यत्र कुत्र प्राप्नुमः? एवं रचयतु. यदि वयं संस्कृत भाषायां न वदामः तर्हि किं भाषया कया भाषया वदिष्यामः? एवमेव ज्ञानं संस्कृतभाषायां न पश्यामश्चेत् अन्यत्र कुत्र द्रष्टुं शक्नुमः, कुत्र द्रक्ष्यामः इति प्रश्नः अस्ति. अग्रे सरेम. गोमती भगिनी, कथा अस्ति, परिचिता कथा एव, व्याकरणांशान् एकवारम् अवलोकयाम. आरम्भं करोतु. शीर्षकमस्ति तदा किं किं भविष्यति इति. तदा इत्युक्ते तत्समये किं किं भविष्यति इति. सावधानतया एतां कथां पठत, अथः दत्तानां प्रश्नानाम् उत्तराणि च लिखत. सावधानतया सम्यक् अवगम्य एतां कथां पठत इति लोट् रूपस्य मध्यमपुरुष बहुवचनरूपं. पठत सर्व सकर्मकधातुः, कथां पठतः, कथामिति द्वितीयविभक्तौ अस्ति. कीदृशी कथा इत्युक्ते एता कथा एतां कथाम् एताम् इति विशेषणमस्ति कथाम् इत्यस्य कया पठतः सावधानतया पठतः इति कया पठत इति प्रश्नः समीचीनः वा किमर्थं चेत् अहं चिन्तयामि क्रियाविशेषणम् इति वक्तुं शक्यते कथं पठनीयम् एड्वर्ब् इति वदामः खलु क्रियाविशेषणम् अव्ययं भवति किल क्रियाविशेषणं संस्कृतभाषायां किञ्चित् चिन्तनं कुर्मः बहुव्रीहिसमासं जानीमः खलु सः पूर्वपद बहुव्रीहिसमासः नाम्ना एकः समासः अस्ति सः पूर्वपद बहुव्रीहिसमासः सेट् इति वदामः खलु सेट् धातुः तत्र इटासः वर्तते इति विग्रहवाक्यं वक्तव्यं भवति तस्मिन् पदे सः पूर्वपद बहुव्रीहिसमासः अस्ति एवमेव अत्रापि सावधान तावत्पर्यन्तं समस्तपदमस्ति वदतु अवधानेन सह वर्तते इति सावधानम् सावधान इति प्रातिपदिकम् अस्ति समस्तपदस्य प्रातिपदिकं भवति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः अतः सावधान इति प्रातिपदिकात् सावधानं सावधाना सावधानः इति त्रीणि रूपाणि भवितुं शक्नुवन्ति सावधाना इत्यत्र बहुव्रीहिसमासः अस्ति इति कारणतः अन्यपदस्य विशेषणं भवितुम् अर्हति इत्युक्ते बहुव्रीहिसमासस्य प्रसङ्गे अन्यपदार्थप्रधानः बहुव्रीहिः इति वदामः सावधानपर्यन्तं तावत्पर्यन्तं बहुव्रीहिसमासः अस्ति तस्मात् परं तल् इति प्रत्ययं योजयामः तल् इति तद्धितप्रत्ययः तद्धितप्रत्ययस्य योजनेन तल् प्रत्ययस्य योजनेन प्रथमान्तं पदं किं सिद्ध्यति सावधानता इति रूपं सिद्ध्यति मधुरता इव अत्र तृतीयान्तं रूपं दत्तमस्ति सावधानतया इति रूपमस्ति भगिनी वदतु आं भगिनि सावधानता इति स्त्रीलिङ्गं प्रातिपदिकं तु सावधानतया यदासीतया सावधानतया उत्तमं पठत इत्यत्र किञ्चित् रूपाणि वक्तुमिच्छति वा पठतु पठतात् पठतां पठन्तु पठ पठतात् पठतं भवति खलु मध्यमपुरुषद्विवचनं भगिनि मध्यमपुरुषद्विवचनं पठतं सोरि पठतं पठत सत्यं पठानि पठाव पठाम इति रूपाणि उत्तमं पठ इति अदन्तमङ्गं सिद्ध्यति खलु अदन्तमङ्गमस्ति इति कारणतः मध्यमपुरुष एकवचने पठ इति रूपं सिद्ध्यति तत्र एव अतोहेः इति सूत्रेण हि प्रत्ययस्य लोपः भवति अदन्त अङ्गेषु एव एतादृशं कार्यं भवति अनदन्त अङ्गेषु इदं कार्यं न भवति अतः पाहि देहि जानीहि इत्यादीनि रूपाणि लोटि मध्यमपुरुष एकवचनरूपाणि सिद्ध्यन्ति खलु अत्र किमर्थं हि न आगच्छति भगिनि किञ्चित् वदतु स्मारयतु गोमति भगिनि प्रथमं हेर् अपि च इति सूत्रेण हि आगच्छति अनन्तरम् अतो हेः इति सूत्रेण अदन्तस्य अङ्गस्य परे हि अस्ति चेत् तस्य लोपः भवति उत्तमं चतुर्षु गणेषु अदन्तमङ्गं सिद्ध्यति धातुः भुवादिगणे अस्ति इति कारणतः भुवादिगणे अपि अदन्तमङ्गं सिद्ध्यति अदन्त अङ्गेषु एव लोट् लकाररूपेषु मध्यमपुरुष एकवचनरूपं तत्र अतोहेः सूत्रस्य कार्यमस्ति किमर्थम् अदन्तमङ्गम् अनदन्तमङ्गम् एतादृशं विभजनं कृतम् इति प्रश्ने सति तत्र अदन्ताङ्गानां कृते भिन्नसिद्धतिङ्प्रत्ययाः अनदन्ताङ्गानां कृते भिन्नसिद्धप्रत्ययाः सन्ति इति एका वार्ता अपि च सावधानता इत्यत्र स्त्रीलिङ्गपदमस्ति खलु तल् प्रत्ययः तद्धितप्रत्ययः तल् प्रत्ययस्य योजनात् परं टाप् टाप् इति स्त्रीप्रत्ययः योजितः भवति तत्र तदर्थमेव तल् प्रत्ययान्तरूपाणि नित्यस्त्रीलिङ्गपदानि भवन्ति अग्रे सरतु भगिनि भगिनि एकः सन्देहः सावधानता इति पदं भविष्यति स्त्रीलिङ्गे तद्धितप्रत्ययान्तं सावधानत्वम् इति भवति वा? सावधानत्वं भवति इति अहं चिन्तयामि. किमर्थं चेत् तस्य भावस्त्वतलौ, तस्य भावस्त्वतलौ इति सूत्रेण त्वाप्रत्ययः अपि च तल् प्रत्ययः विहितः भवति इति कृत्वा द्वयोः अर्थः समानः अस्ति इति कारणतः तादृशं पदमपि साधयितुं शक्नुमः इति चिन्तयामि. अग्रे सरतु. अनन्तरम् अधः दत्तानां प्रश्नानाम् उत्तराणि च लिखत. क्रियापदं लिखत, लोट् रूपं लिखतासु, सुदादिगणीयथासु, लिखतु, लिखतां, लिखन्तु, लिख लिखतात् तदपि भवति. अनन्तरं लिखतं, लिखत, लिखानि, लिखाव, लिखाम इति रूपाणि अतः दत्तानाम्, अतः इति अव्ययं, दत्तानां प्रश्नानां, प्रश्न इति अकारान्त प्रातिपदिकस्य षष्ठी बहुवचनरूपं प्रश्नानाम् इति, तत्र प्रश्न योग आम् इति भवति प्रथमं. नुटागम भवति, नुटागम टिक् अस्ति, अतः प्रश्नयोग नु न योग आम्. अनन्तरं नामी इति सूत्रेण प्रश्न तत्र दीर्घं भवति, प्रश्नानाम् इति रूपं भवति. एवमेव दत्तानामपि. अहं चिन्तयामि भगिनी, दत्त इति प्रातिपदिकं वा? प्रातिपदिकं दाधातोः रूपमस्ति. दाधातोः प्रसङ्गे एकं सूत्रमस्ति, दोदद्घोः. दा इति धातुः अस्ति खलु, दत्त इति रूपं तदर्थमेव सिद्धं भवति. दत्तः, दत्तवान् इत्यादिषु पदेषु दोदद्घोः इति एकं सूत्रमस्ति, तेन सूत्रेण कार्यं भवति. अग्रे सरतु. दत्तानामपि एवमेव, दत्ता इति अकारान्तप्रातिपदिकं षष्ठी बहुवचनरूपं, दत्त योग आम् इति, आम् इति षष्ठी बहुवचनप्रत्ययः, दत्तायोग आम्. यदा आम् भवति तदा नुट् आगमः भवति. इदानीम् अहं विस्मृतवती भगिनि, नुट् आगमः भवति. नुट् आगमस्य नकारः एव तिष्ठति. तत्र नामी इति सूत्रेण पूर्ववदस्य अकारस्य, पूर्वशब्दस्य अकारस्य दीर्घः भूत्वा दत्ता भवति, अतः दत्तानाम् इति रूपम् अन्तिमं रूपं भवति. उत्तराणि इति प्रथमा बहुवचनरूपम्, उत्तरम् इति नपुंसकलिङ्गम्, उत्तर इति अकारान्तं नपुंसकलिङ्गप्रातिपदिकशब्दः. सो उत्तरम्, उत्तरे उत्तराणि, उत्तरम्, उत्तरे उत्तराणि इति. अत्र उत्तराणि लिखत तु द्वितीया विभक्ति, एक बहुवचनरूपमस्ति. प्रश्नानाम् उत्तराणि लिखत इति. कथां पठतु, अनन्तरं दत्तानां प्रश्नानाम् उत्तराणि लिखतु इति प्रथम वाक्यं वदति भगिनि. कथायाः प्रसङ्गे पठतु. हा, सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्. पठामि वा एकम् एकं वाक्यं? तस्मिन् वाक्ये किमस्ति वदतु. ओके, सीतायाः इति षष्ठी एकवचनरूपं, सीता इति आकारान्तस्त्रीलिङ्गप्रातिपदिकं. सो सीतायाः अन्वेषणार्थम्, अन्वेषणार्थम्, अन्वेषणार्थम्, अन्वेषणार्थं, तत्र किं वदामि, अन्वेषणार्थं. भवती जानाति खलु, इष् इति धातुः अस्ति. इष् धातुः गणद्वये अस्ति. एकः धातुः गत्यर्थकधातुः अस्ति, इष् धातुः. अन्यधातुः इच्छार्थे अस्ति. एकः धातुः गत्यर्थकः, अन्यधातुः इच्छार्थकः. इच्छार्थक इष् धातुः तुदादिगणे अस्ति. इषु गमि यमां छः इति सूत्रेण इच्छति इति रूपं सिद्ध्यति. किन्तु अत्र इष् धातुः गत्यर्थकः अस्ति, धातुः तु इष् अस्ति. इष् धातुतः ल्युट् योजनेन रूपं कथं भवति? इष् धातुतः ल्युट् योजयतु. इष् योग ल्युट्, तत्र ल्युट् इति लकारः अपगच्छति इत्संज्ञा भूत्वा लशक्व तथ्यते इति सूत्रेण तकारस्य अपि हलन्द्यं सूत्रेण इत्संज्ञा भूत्वा तस्य अपि लोपः भवति. ल्युट् केवलं यु अवशिष्यते. युवारनाकौ इति सूत्रेण तस्य अन आदेशः भवति. इष् योग अन इति भवति. अन इति आर्थधातुकप्रत्ययः. पुगन्तलघुपथस्य च इति पूर्वं यद् धातुः अस्ति तत्र ह्रस्व इकारः उपधायामस्ति, अतः तस्य गुणः भवति पुगन्तलघुपथस्य च इति सूत्रेण. तो एष् इति भवति. तो एष् नम् इति भवति. एष् नम् तत्र षकारः अस्ति, अनन्तरं नकारः अस्ति. षकारस्य परः अकारः अस्ति. षकारनकारयोः मध्ये अकारः अस्ति, अतः समस्तपदमस्ति. अनन्तरम् अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण समस्तपदमस्ति इति वदामः वा? एकस्मिन्नेव पदे एषणम् एषणम् इति एकमेव पदं, तत्र समस्तपदं नास्ति. अग्रे सरतु. एकस्मिन् पदम् इति वदामि वा वदनं वा? ओके. एकस्मिन्नेव पदे किन्तु मध्ये केचन वर्णाः सन्ति, इत्युक्ते साक्षात् अनन्तरं नास्ति इति वक्तव्यं खलु? आम् आं भगिनि. परे अकारः अस्ति, तत्तु बाधकवर्णः नास्ति. अट् कुप् वाङ्नुं व्यवायेति इति सूत्रेण अकारः अट् प्रत्याहारस्य अन्तर्भूतवर्णः अस्ति, अतः बाधकवर्णः नास्ति. तो नकारस्य नत्वं भवति. एषणम् इति भवति. इषु धातोः ल्युटन्तपदमस्ति एषणम्. इदानीम् अनु इति उपसर्गं योजयतु. अनुयोग एषणम् अत्र उकारः अस्ति, अनन्तरम् अच् वर्णः अस्ति. सो तत्र गुणकार्यं सोरि इको यणचि इति सूत्रेण उकारस्य वकारः भवति. अन्व एषणम् अन्वेषणम् इति भवति. उत्तमम्. अन्वेषणं तावत्पर्यन्तं कृदन्तं, तस्मात् परम् अन्वेषणार्थम् इति दत्तमस्ति. तत्र किमस्ति? अन्वेषणार्थं समस्तपदम् इति चिन्तयामि. चतुर्थी तदर्थार्थबलिः तु सुखरक्षितैः इति सूत्रेण अन्वेषणाय इदम्, अन्वेषणाय इदम् इति प्रश्ने सति तत्र इदं किम् इत्युक्ते समुद्रलङ्घनम् इति उत्तरमस्ति. अन्वेषणार्था अन्वेषणार्थम् अन्वेषणार्थः इति त्रिषु लिङ्गेषु रूपाणि भवितुमर्हन्ति, किन्तु अत्र अन्वेषणार्थम् इति दत्तमस्ति. अन्वेषणाय इदम् इति विग्रहवाक्यं वक्तव्यं भवति. मदर्थं त्वदर्थं किमर्थम् एवमेव अत्रापि चतुर्थी तत्पुरुषसमासः अस्ति इति. किमर्थम् इति प्रश्ने सति कस्मै इदम् इति वक्तव्यं भवति. अत्र अन्वेषणाय इदम्. अग्रे सरतु भगिनि. एक डौट् अस्ति, लङ्घनम् इति कारणतः अन्वेषणार्थम् इति नपुंसकलिङ्ग आगतवः? आगतम् इति अहं भावयामि. अन्वेषणार्था इति अपि भवितुमर्हति. तस्मात् परं कीदृशं पदम् अस्ति इति द्रष्टव्यं. भगिनी वदतु. मम स्मरणार्थम् अहं किञ्चित् प्रयत्नं करोमि भगिनि. समस्तपदं कथं अभवत् इति. अन्वेषणयोगे योग अर्थ योग सुप् अनन्तरं सुपो धातुप्रातिपदिकयोः इति सूत्रेण ङे इत्यस्य अनन्तरं सुप् इत्यस्य किमर्थं लोपः भवति. अन्वेषणयोग अर्थ भवति. तत्र सुप् धातुप्रातिपदिक कृत् अधितसमासश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा भूत्वा अन्वेषण अर्थ सन्धिः भवति. अन्वेषणार्थ इति वा भवति. सूत्रमपि भवति चतुर्थी तत्पुरुषसूत्रस्य बहिः तत् सूत्रमपि भवति. तस्मिन् सूत्रे चतुर्थी तदर्थार्थ इति दत्तमस्ति. तदर्थार्थ इत्यत्र अस्य प्रसङ्गः अस्ति. बलिहितसुखरक्षितैः वदतु. तदर्थ इत्युक्ते किं विकृतिः भवति चेत् तदर्थ इति भवति. यदा हिरण्याय कुण्डलं हिरण्याय विकृतत्वेन भवति, अतः चतुर्थी भवति तत्र. अर्थ इत्युक्ते केवलम् अर्थ एव, सो तदर्थार्थ बलिहित वाक्येन स्मरामि. बलिहितसुखरक्षितैः इति सूत्रमस्ति तत्र. अर्थप्रसङ्गे इदम् उदाहरणं वक्तुं शक्यते इति मम चिन्तनमस्ति. आञ्जनेयः भगिनि, एकं पदं मया कर्तुं शक्यते वा? वदतु. अञ्जनायाः अपत्यं पुमान् इति आञ्जनेयः इति ढक् प्रत्ययः विहितः किल, ढक् प्रत्ययः, दधितप्रत्ययः. अपि च अत्र सीतायाः अन्वेषणार्थम् इति व्यस्तप्रयोगं कृत्वा लिखितमस्ति. समस्तप्रयोगं कृत्वा वदतु. सीतायाः अन्वेषणं सीतान्वेषणार्थं सन्नोन, ओके, सीतायाः अन्वेषणार्थं सीतान्वेषणार्थमेव, सीतान्वेषणार्थम्. उत्तमं. समस्तप्रयोगं कृत्वापि लेखितुं शक्यते. समुद्रलङ्घनं वदतु महोदय. समुद्रस्य लङ्घनं, लङ्घनम् इति लङ् इति धातुः. लङ् धातोः प्रसङ्गे इतोपि किञ्चित् वक्तव्यं भवति, वदतु. लङ् धातोः प्रसङ्गे किं वदामि? लघ्युम् इति इदित् धातुः. इदित् धातुः, हा, लिख्युम्, ओके, ओके. लघ्युम् इति इदित् धातुः, तत्र नुमागमः भवति, तत्र लघ्युम् इति इदित् धातुः, तत्कारणेन इकारः प्रथमसूत्रेण अजन्त लघ्यौ इति इदित् धातुः. लघ्यौ इति धातुतः लङ्घनं रूपं साधनीयं. गोमती भगिनी कृपया वदतु. तत्र अनुनासिक इकारः अस्ति इदितो नुम् धातोः इति सूत्रेण अनुनासिक इकारस्य अत्र भवति, अतः नुमागमः भवति. नुम् इति आगमः, मिदचोन्त्यात् परः इति सूत्रेण अन्तिम अकारस्य परे नकारः आगच्छति, मित्, अतः लीव भगिनि. कवर्गीयचतुर्थवर्णः घकारः अस्ति. ओके, लख् लङ्घ् भवति, लकार नकार खकार भवति. मिदचोन्त्यात् परः इति सूत्रेण नकारः मध्ये आगच्छति. अनन्तरं नश्चापदान्तस्य झलि, नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वारः भवति, लङ्घ इति भवति. अनन्तरम् अनुस्वारस्य ऐ परसवर्णे इति सूत्रेण खकारस्य परसवर्णः भवति, नकारः अनुस्वारस्य स्थले, अतः न ख ङ भवति, ङ खकारस्य क ख ग घ ङ भवति. सो लङ्घ् इति प्रक्रियार्थं धातुः. उत्तमं. लङ्घ् इति लौकिकधातुः. लङ्घ् धातुतः अन योजनेन लङ्घन इति रूपं सिद्ध्यति. लङ्घनं ल्युडन्तपदम्. अत्र समुद्रलङ्घनं कृत्वा इति लिखितमस्ति. क्त्वान्तरूपं दत्तमस्ति. ल्यबन्तरूपं प्रयुज्य वदतु. उपसर्गं तत्र भवनीयम्, अतः एव ल्यप् आगच्छति. उल्लङ्घ्य वदतु. उत् योग लङ्घि लङ्घ्य इति भवति. उत् योग उत् तोर्लि वासु भगिनि सूत्रम्. उत्तमं. सूत्रेण उल्लङ्घ्य इति भवति. समुद्रलङ्घनं कृत्वा इति अपि वक्तुं शक्यते, नो चेत् समुद्रम् उल्लङ्घ्य इति अपि वक्तुं शक्यते. ल्यबन्तरूपमपि तत्र वक्तुं शक्यते. अग्रे लङ्काम् आगतवान् वदतु, तत्र किमस्ति? लङ्काम् आगतवान् किमपि सन्धिकार्यं न भवति. किमर्थं चेत् मकारस्य परे हल् वर्णः नास्ति, स्वरः अस्ति, अतः लङ्काम् आगतवान्, लङ्काम् आगतवान्, आगतवान् तत्तु तवतु प्रत्ययरूपं, गमधातु तवतु गमधातु गतवान्. तत्रापि मकारस्य लोपः भवति न भगिनि? तदपि अहं वदामि, सूत्रम् अहं जानामि भगिनि. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि क्निति. पदनः स्मरामि. किं वक्तव्यम् इत्युक्ते, ये ये धातवः अनुदात्तोपदेशाः अपि च अनुनासिकान्ताः सन्ति तेषाम् अङ्गस्य अनुनासिकलोपः भवति. अत्र गम् धातुः अनुनासिकान्तधातुः अतः मकारलोपः अनुनासिकलोपः भवति. अन्यानि उदाहरणानि अपि अहं वक्तुमिच्छामि. धातुः यम् अस्ति तदा यतवान्, धातुः रम् अस्ति चेत् रमते रतवान्, नम् अस्ति चेत् नतवान्, गम् अस्ति इति कृत्वा गतवान्. उत्तमम्, धन्यवादः भगिनी, साधु उक्तवती. अग्रे सरेम रोहिणी भगिनी भवती करोतु. तत्र सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान्. तत्र प्रत्ययान्तः शब्दः तत्र सर्वेषु सर्वशब्दस्य सप्तमीविभक्ति बहुवचनं. सर्वेषु भवनशब्दस्य अपि सप्तमीविभक्ति बहुवचनं. भवनेषु सीतायाः सीता आकारान्तस्त्रीलिङ्गशब्दस्य षष्टि एकवचनं. सीतायाः अन्वेषणं पूर्वम् उक्तवदेव. अनुपूर्वेश् धातोः लेट् रूपशब्दम् अन्वेषणं कृतवान्. धातोः तवत् शब्दस्य पुल्लिङ्ग एकवचनं कृतवान्. उत्तमं, सूत्रमस्ति सप्तम्यास्त्रल्. सप्तम्यास्त्रल् इति सूत्रेण सर्वादिगणीयशब्देभ्यः इत्युक्ते सर्वशब्दात् आरभ्य एकपर्यन्तं सर्वादिगणीयशब्देभ्यः सप्तम्यास्त्रल् सूत्रेण त्रल् प्रत्ययः विधीयते इति कृत्वा सर्वत्र, एकत्र, बहुत्र, कुत्र, अत्र, तत्र इत्यादीनि पदानि सिद्ध्यन्ति. सर्वशब्दः त्रिषु लिङ्गेषु सम्भवति, खलु भगिनि? रूपाणि किञ्चित् वदतु. किं शब्दस्य? सर्व सर्व सर्वे सर्वाः कृतवती भगिनी. चिन्ता मास्तु. सूर्यकुमारी भगिनी, भवती स्मारयति वा सर्वशब्दः त्रिषु लिङ्गेषु वर्तते? सर्वः, सर्वा, सर्वम्. स्त्रीलिङ्गरूपाणि कथं भवन्ति? सर्वा, सर्वे, सर्वाः, सर्वां, सर्वे, सर्वाः. उत्तमं, नपुंसकलिङ्गे कथं भवन्ति? सर्वं, सर्वे, सर्वाणि, सर्वं, सर्वे, सर्वाणि. पुंलिङ्गे? सर्वः, सर्वौ, सर्वाः. पुनः पुंलिङ्गे वदतु. सर्वः, सर्वौ, सर्वे, सर्वं, सर्वौ, सर्वान्. पुंलिङ्गे वदतु. सर्वः, सर्वौ, सर्वे. द्वितीयविभक्ति सर्वं, सर्वे, सर्वौ, सर्वौ. सर्वे न भगिनि, सर्वान् इति द्वितीयाविभक्ति बहुवचनं भवति खलु? सर्वान्, आम्. अग्रे सरेम. अत्र सर्वेषु भवनेषु इति पदद्वयं दत्तमस्ति. द्वयोर्मध्ये विशेषणविशेष्यभावः इति अपि वक्तुं शक्यते. सर्वनामपदमस्ति, अपि च सप्तमीविभक्ति बहुवचनप्रत्ययः अस्ति. सप्तमीविभक्ति बहुवचनप्रत्ययः सुप् सु औजस् अमौट्षस् ताभ्याम्भिस्नेभ्याम्भ्यस्. सप्तमीविभक्ति बहुवचनप्रत्ययः सुप् प्रत्ययः अस्ति. तत्र किं भवति इत्युक्ते बहुवचने झल्येत् इति एकं सूत्रमस्ति. बहुवचने झल्येत् इति सूत्रेण राम इत्यत्र अकारस्य एकारः भवति. तस्मात् परं सप्तमीविभक्ति बहुवचनप्रत्ययः सुप् प्रत्ययः अस्ति. सुप् इत्यत्र अकारस्य इति संज्ञा भवति हलन्त्यम् इत्यनेन सु एव तत्र तिष्ठति. रामे योगः सु इति रूपम् अस्ति. अत्र एकारः इन्कोः वर्णः इति कृत्वा षत्वं भूत्वा रामेषु इति रूपं भवति. रामेषु सर्वेषु सप्तमी बहुवचनरूपमस्ति. तत्रापि आदेशप्रत्ययोः इत्यस्य कार्यम् अस्ति. सीतायाः अन्वेषणम् इति अपि व्यस्तप्रयोगः. सीतान्वेषणम् इति समस्तप्रयोगः अस्ति. कृतवान् इत्यत्र कीदृशं कार्यं भवति रोहिणी भगिनी, वदतु. तवतु प्रत्ययः, कृयोगः तवतु. तवतु ककारः इति दशको अस्ति इति सूत्रेण उकारः उच्चारणार्थः तवत् एव अवशिष्यते. कृयोगः तवत् कृतवत्, तस्य पुल्लिङ्गरूपं कृतवान्. उत्तमम्. अत्र किमपि विशिष्टं कार्यं नास्ति. अनुबन्धलोपे सति इत्युक्ते धातुतः अनुबन्धवर्णाः निष्कासनीयाः, प्रत्ययात् अपि अनुबन्धवर्णाः निष्कासनीयाः, पश्चात् वर्णमेलनमेव. तत्र कृतवत् इति तकारान्तप्रातिपदिकं सिद्ध्यति. तावत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. अत्र पुंलिङ्गे दत्तमस्ति कृतवान्, स्त्रीलिङ्गे कृतवती, नपुंसकलिङ्गे कृतवत्. अत्र अणिजन्तरूपं दत्तमस्ति. अणिजन्तरूपं किं भवति महोदय? कारितवान् रूपं साधयतु. कारितवान् प्रथमं क्रीधातोः णिच् योजनेन णकारः चुटु इति सूत्रेण अपगच्छति, इत्संज्ञा भूत्वा अपगच्छति. एवं चकारः हलन्त्यम् इति सूत्रेण अपगच्छति, इत्संज्ञा भूत्वा अपगच्छति. इ एव अवशिष्यते. कृयोगे कृयोगे इ कारि भवति अचोर्णिति इति सूत्रेण. अचोयणिति यत्रापि सन्धिकार्यमस्ति. अचः इति पदमस्ति, विसर्गसन्धिः भूत्वा अचो इति रूपं सिद्ध्यति इति कृत्वा अचोणिति इति सूत्रेण कार्यं भूत्वा कारी भवति. कारी इति आतिदेशिकधातुः भवति किल, कृधातोः कृयोगे इ अचोर्णिति इति सूत्रेण दीर्घः सोरि वृद्धिः भूत्वा कारी इति आतिदेशिक धातुः सम्भवति. तदनन्तरं कारि योगे शप् योगे. महोदय शप् किमर्थम्? शप् कारि ओ सोरि कारितवान् ओके सोरि कारितवान् कारि योगे तवतु तवतु प्रत्ययः कारि योगे तवतु प्रत्ययः तवान् ओके कारितवान् तवतु तकारः उकार नकारः किमर्थम् आगच्छति वान् इति कारित तवतु न जानामि भगिनि. रोहिणी भगिनी, अत्र कारि इति नूतनधातुः, नूतनप्रातिपदिकमस्ति कारितवत्. तत्र किं भवति वदतु? कारि नूतनधातुः, णिजन्तधातुः. योजनेन लिङ्गं हरितवान् भवति. सुबन्तप्रक्रियायाः प्रसङ्गः अस्ति, किन्तु अत्र विषयः कः? कारितवत् इति प्रातिपदिकं सिद्ध्यति. तत्र किमपि विशिष्टं कार्यं नास्ति. अस्माभिः निर्मितः णिजन्तधातुः एव कारि. कारियोगः तवत्, तवत् प्रत्ययस्य अवशिष्टभागः अस्ति. वर्णमेलनेन कारितवत् इति प्रातिपदिकमस्ति. तस्य प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गे कारितवान् भवति. तत्र सूत्रमस्ति, भवान् कारितवान् कृतवान् इत्यत्र केन सूत्रेण तत्र वान् रूपं सिद्ध्यति इति अन्या वार्ता, सुबन्तप्रक्रियायाः विषयः अस्ति. भगिनि, उकारः किमर्थम् किं सूत्रेण अपगच्छति तत्र? भवतु इत्यत्र उकारः उपदेशे जुनुनासिक इत् ओके तत् सूत्रेण ओके. अवशिष्टभागः तवत्. आदौ ककारः अस्ति, ककारः लषक्वतद्धिते इत्यनेन अपगच्छति. अवशिष्टभागः तवत्. रोहिणी भगिनी अग्रे करोतु. परन्तु सीतां न दृष्टवान्. परन्तु अव्ययपदं सीतां, सीताशब्दस्य द्वितीयविभक्ति एकवचनं सीतां न दृष्टवान्. दृश्धातुः तवत् प्रत्ययशब्दं दृष्टवान् एकवचनं पुल्लिङ्गरूपं. दृश्योग तवत् दृश् षकारस्य मूर्धन्यादेशः भवति. षकार प्रत्याहारः भवति किं सूत्रेण व्रज भ्रज सृज मृज यज राज भ्राज झषांशः इति सूत्रेण अयं धातुः तालव्यशकारान्तधातुः अस्ति इति कारणतः तालव्यशकारस्य स्थाने मूर्धन्यशकारः व्रश्च भ्रश्च इति दीर्घसूत्रेण भवति तेन दृश् वदतु दृश् योग तवत् ष्टुत् सन्धिभूत दृष्टवत् भवति पुल्लिङ्गरूपं दृष्टवान् पुल्लिङ्ग एकवचनम् उत्तमं सीतां कर्मपदं किमर्थम् अस्ति सीतां दृष्टवान् द्वितीयभक्ति कर्मपदं भूत्वा द्वितीय भवति किमर्थम् इत्युक्ते दृश् धातुः सकर्मकः अग्रे वदतु सन्देहः अत्र ष्टुना ष्टुः इति कार्यं भवति वा तस्य दृष्टवान् इति कारणेन भगिनी वदतु ष्टुनाष्टुः कार्यं कुत्र भवति ष्टुः सकारतकारात् परं षकारतकारः भवति चेत् ष्टुत्वं षकारः अथवा तकारः भवति तत्र तकारस्य टकारः भूत्वा दृष्टवान् इति रूपम् उत्तमम् अत्र सूत्रद्वयं कार्यं करोति दृश् इति लौकिकधातुः प्रश्च भ्रश्च सूत्रेण तालव्यशकारस्य मूर्धन्यशकारादेशः भवति पश्चात् ष्टुत्वं ष्टुनाष्टुः इति सूत्रेण तत्र स्थितस्य मूर्धन्यशकारस्य प्रभावेण दन्त्यतकारस्य स्थाने मूर्धन्य टकारादेशः भवति ष्टुत्वं भूत्वा तत्र ष्टुनाष्टुः इति सूत्रस्य कार्यम् अस्ति अग्रे वदतु भगिनि भगिनि अत्र असिद्धत्वम् इति एतदपि कार्यं करोति वा असिद्धत्वं न वा पूर्वत्र असिद्धं वा पूर्वत्र असिद्धं वा तदेव किमर्थं सन्धिकार्याणि अष्टाध्याय्याः अष्टमाध्याये इत्युक्ते त्रिपाद्यां सन्ति इत्युक्ते अष्टाध्याय्याः द्वितीयभागे तदर्थमेव सर्वत्र सन्धिकार्याणि अन्ते एव भवन्ति इत्युक्ते पूर्वम् अन्यानि कार्याणि कुर्मः रूपसिद्धौ सर्वदा सन्धिकार्याणि अन्ते एव इत्युक्ते प्रक्रियायाः अन्तिमभागे एव भवन्ति इति मम चिन्तनं त्रिपाद्यां सन्ति इमानि सूत्राणि दृष्टवान् इत्यत्र पूर्वत्र सिद्धम् इत्यस्य कार्यं नास्ति सान्धिकार्यमेव अस्ति षकारस्य प्रभावेण दन्त्यतकारस्य स्थाने मूर्धन्यटकारः भवति भगिनी करोतु तदा निराशतया सः एवं चिन्तयति तदा तस्मिन् काले इत्यर्थः निराशतया इति उपसर्गपूर्वः आशतया धातुं न जानामि किञ्चित् वक्तुमिच्छामि निराशा इति पदमस्ति निराशा इति पदं समस्तपदमस्ति तत्र विग्रहवाक्यं कथं भवति निर्गता आशा यस्मात् सा इति तदपि योजनीयं किल निर्गता आशा यस्मात् सारि यस्याः सा न अस्माकं चिन्तने इतोपि स्पष्टता भवेत् केवलं निराशा इति पदं स्वीकुर्मः चेत् निर्गता आशा इति एव वक्तव्यं भवति तत्र कर्मधारयसमासः अस्ति किन्तु अन्यानि पदानि अपि सन्ति निराशः निराशा निराशम् इति पदानि अपि भवितुमर्हन्ति तेषु पदेषu बहुव्रीहिसमासः भवितुमर्हति निराशः पुरुषः तत्र निराशः इति पुरुषस्य विशेषणं भवति चेत् तदा निर्गता आशा यस्मात् सः इति विग्रहवाक्यं भवति तत्र पुरुषस्य विशेषणं निराशः एवमेव स्त्रीलिङ्गपदं वक्तुमिच्छामश्चेत् निर्गता आशा यस्याः सा इति रूपं भवति निराशा महिला इति अपि भवितुमर्हति तत्र प्रादिबहुव्रीहिसमासः इति वदामः निरिति द्वाविंशति उपसर्गेषु अन्यतमः निरिति अतः तत्र प्रादि बहुव्रीहिसमासः अस्ति निराशः इत्यस्मिन् पदे किन्तु वाक्यं कथं लिखितमस्ति निराशा इति पदम् अथवा निराशः इति पदम् अन्यपदस्य विशेषणं भवति वा इति अपि चिन्तनीयम् अन्यपदस्य विशेषणं भवति चेदेव तस्मिन् पदे बहुव्रीहिसमासः भूत्वा तत्र त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति किन्तु अत्र स्थितिः का अत्र क्रियाविशेषणं भवति किल क्रियाविशेषणं भवति इति कारणतः निर्गता आशा तावदेव वक्तव्यं भवति निराशा तावत्पर्यन्तम् आकारान्तस्त्रीलिङ्गपदं भवति इति कारणतः तृतीयान्तं रूपम् अत्र दत्तमस्ति कर्मधारयसमासः इत्युक्ते प्रादिसमासः नाम्ना एकः समासः अस्ति इत्युक्ते तेषु आदिमं पदम् उपसर्गेषु अन्यतमः अस्ति अत्रापि तादृशी स्थितिः निर्गता आशा तावदेव अस्ति क्रियाविशेषणम् अस्ति अग्रे सरत् भगिनि निराशतया निराशाभावस्य निराशतया सः एवं चिन्तयति चिन्तयति इत्यत्रापि धातुः चित्यु अस्ति इति धातुः एव वदतु इदितोन्यं धातोः सूत्रेण नुमागमः भूत्वा चिन्तु भवति चिन्तयोग शपयोग तिप् चिन्तयति इति लड्रूपम् उत्तमम् आञ्जनेयः एवं चिन्तयति विचिन्त्य चिन्तयित्वा इति रूपाणि अपि भवन्ति अस्य धातोः रूपाणि एव साधु भगिनी अग्रे सरेम भूमभगिनी अग्रे किञ्चित् वदतु यदि अहं सीताम् अदृष्ट्वा एककिष्कि एव अदृष्ट्वा एव किष्किन्धां गमिष्यामि तर्हि कः पुरुषार्थः सीतः भविष्यति यदि आञ्जनेयः चिन्तयति यदि अहं सीतां न द्रक्ष्यामि किष्किन्धां गमिष्यामि चेत् अहं न साधितवान् उत्तमं पश्यतु यदि तर्हि इति प्रयोगः एव अस्ति वाक्यस्य आदौ यदि इति पदमस्ति इति कारणतः तर्हि प्रयोगः करणीयः एव अहं सीताम् इत्यत्र सन्धिकार्यमस्ति किन्तु सीताम् अदृष्ट्वा इत्यत्र सन्धिकार्यं नास्ति अत्र अदृष्ट्वा एव वक्तव्यं न कदापि न दृष्ट्वा इति न वक्तव्यम् अदृष्ट्वा एव वक्तव्यं किमर्थम् दृष्ट्वा गोमती भगिनी वक्तुमिच्छति वा न जानामि भगिनि न जानामि अदृष्ट्वा एव लेखनीयं भवति न दृष्ट्वा इति वदामश्चेत् सर्वदा न इति पदस्य अन्वयः तस्मिन् वाक्ये यत् तिङन्तपदमस्ति तेन सह अन्वेति इत्युक्ते न दृष्ट्वा इति वदामश्चेत् न गमिष्यति इति अर्थः तत्र आयाति न इति पदस्य अन्वयः सर्वदा तिङन्तपदेन सह भवति इति कृत्वा अत्र अदृष्ट्वा इति पदमेव लेखनीयम् एक आङ्ग्लभाषायाम् एक वार्ता अस्ति डाङ्ग्लिङ्ग् मोडिफायर् इति तदेव अत्र आगच्छति संस्कृतभाषायां डाङ्ग्लिङ्ग् मोडिफायर् इति अस्य तस्य नाम आङ्ग्लभाषायां तदेव वक्तुमिच्छामि अस्माकं प्रयोग अपि एवमेव वक्तव्यम् अकृत्वा अदृष्ट्वा अपठित्वा वर्गं न गमिष्यामि अदृष्ट्वा न वदामि अत्र नैसमासम् उपयुज्य वक्तव्यं यद्यपि अस्माकम् आशयः तु अदृष्ट्वा एव किन्तु न इति पदस्य प्रयोगः तत्र भवति चेत् न इति पदस्य अन्वयः तस्मिन् वाक्ये क्रियापदेन सह भवति गमिष्यति इति पदेन सह भवति इति कृत्वा अदृष्ट्वा अकृत्वा एवं वक्तव्यं भवति वदतु किमर्थम् सकर्मकः अस्ति गन्तव्यस्थानमस्ति इति कारणतः धातुः सकर्मकधातुः गमेरिट् परस्मैपदेषु इति सूत्रेण गम् धातुः अनिट् धातुः अस्ति चेदपि विशिष्टसूत्रेण सेट् भवति इति कृत्वा गमिष्यति इति रूपं भवति तत्र सूत्रे किं लिखितमस्ति परस्मैपदेषु आत्मनेपदिरूपम् अस्ति चेत् तत्र इडागमः न भवति इति अर्थः तदर्थमेव सङ्गंस्यते इति रूपम् अस्ति सङ्गंस्यते इति आत्मनेपदिरूपम् अस्ति तदर्थमेव तत्र इडागमः न दृश्यते पुरुषार्थः वदतु भगिनि एकः सन्देहः किष्किन्धाम् इति तस्य पदस्य व्युत्पत्तिः कथं भवति अत्र वैशिष्ट्यम् अस्ति किल किष्किन्धा इति पदस्य किन्द् इति धातोः किं कस्यापि किमपि भवति तत्र जानामि परन्तु पूर्णतया न जानामि। धा धातुः रूपं धा धातुः अस्ति चेत् तस्य रूपं दधाति भवति दोहति अधिगणीयधातुः द्वित्वं भवति इति लटि रूपेषु। अत्र पदनिर्माणं कथं भवति पदस्य निष्पत्तिः का इति न जाने। पुरुषार्थः इति पदमस्ति पुरुषार्थः इति पदमपि समस्तपदमेव चतुर्थी तत्पुरुषसमासः एव भवति इति मम चिन्तनमस्ति। पुरुषाय अयम् अयम् इत्युक्ते पुंलिङ्गपदमस्ति। पुरुषार्थः साधितः द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति इति कृत्वा पुरुषाय अयम् साधितः इति प्रसङ्गे अहं परिशीलितवती तदर्थं वदन्ती अस्मि। साधुधातुः अस्ति साधुधातुः स्वादिगणे अस्ति स्वादिगणे अस्ति इति कारणतः तस्य रूपं साध्नोति साध्नोति इत्युक्ते टु अकाम्प्लिश् टु अटैन् टु फुल्फिल् इति अर्थे साध्नोति इति रूपम् अस्ति। साधुधातोः क्तान्तरूपं साध भवति साधः साधं साध इति रूपाणि भवन्ति किन्तु अत्र साधित इति लिखितमस्ति। अनेन किं ज्ञायते क्तान्तरूपमेव किन्तु अत्र णिजन्तरूपं साधुधातुतः णिच् प्रत्ययस्य योजनेन साधि इति नूतनधातोः निर्माणं भवति तस्मात् परं क्ताप्रत्ययस्य योजनेन साधित इति रूपं सिद्ध्यति किन्तु अणिजन्तक्तान्तरूपं साध णिजन्तरूपम् अत्र दत्तमस्ति। अग्रे सरतु भगिनि एकः सन्देहः तत्र साधनोति इति रूपं सिद्ध्यति चेत् औपदेशिकधातुः सान्द् इति भवति वा अन्ते बन्द् इव बध्नाति तदेव अत्रापि सान्द् इति नकारः अन्ते अस्ति वा औपदेशिकधातोः न गोमति भगिनी साध्यधातुः स्वादिगणे अस्ति स्वादिगणे श्नु इति विकरणप्रत्ययः अस्ति अतः किं भवति साधनोति भवति नु नो भवति नु ति तत्र गुणः भूत्वा सार्वधातुक अर्थधातुकयोः नु नो भवति साधनोति भवति। उत्तमं साध्यधातुः स्वादिगणे अस्ति तस्य रूपं साधनोति स्वादिगणे स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति विकरणप्रत्ययः आयाति अतः श्नु इत्यस्मात् अनुबन्धलोपे सति नु अवशिष्यते साधियोगः नु तत्र साध्नु इति अङ्गं भवति साध्नु इति अङ्गं तिङ् प्रत्ययस्य कृते तिङ् प्रत्ययं निमित्तीकृत्य साध्नु इति अङ्गे सार्वधातुकयोः इत्यनेन गुणकार्यं भूत्वा साधनोति इति रूपं भवति लटि रूपं। भगिनी अग्रे सरतु भविष्यति भूधातु लृट् उत्तमं भविष्यति रूपाणि वक्तुमिच्छति वा भविष्यति भविष्यतः भविष्यन्ति भविष्यसि भविष्यतः भविष्यतः भविष्यामि भविष्यावः भविष्यामः अग्रे वदतु सुग्रीवः तदा मां किं वा वदिष्यति सुग्रीवः सुष्ठुग्रीवः महोदय वदतु विग्रहवाक्यं वदतु सुष्ठु ग्रीवा यस्य सः सुग्रीवः बहुव्रीहिसमासयुक्तं पदमस्ति बहुव्रीहियुक्तसमस्तपदेषु लिङ्गपरिवर्तनं दृश्यते भवान् जानाति खलु ग्रीवा इति आकारान्तस्त्रीलिङ्गपदमस्ति ग्रीवा इत्युक्ते किम् ग्रीवा इति कण्ठः नेक् इति अर्थः अस्ति ग्रीवा इति आकारान्तस्त्रीलिङ्गपदमस्ति सु इति उपसर्गः अस्ति तस्य अर्थः सुष्ठु सुष्ठु ग्रीवा यस्य सः इति विग्रहवाक्ये अस्ति चेत् तत्र बहुव्रीहिसमासः भवति प्रादिबहुव्रीहिसमासः इति वक्तव्यं भवति। अत्र ग्रीवा इति उत्तरपदमस्ति उत्तरपदं स्त्रीलिङ्गपदमस्ति पुंवद्भावः वक्तव्यः ग्रीवा इति पदस्य साम्यं भवति किल लैक् दिस् इस् इन् स्त्रीलिङ्गं सुष्ठु अपि स्त्रीलिङ्गे भवितव्यम् इति इति कारणम् अस्ति किल. सृष्टु आल्सो ऐडियलि इट् शुड् बि इन् स्त्रीलिङ्गम् इति मम चिन्तनम्. प्रादिबहुव्रीहिसमासप्रसङ्गे ग्रीवा इत्यस्य विशेषणं भवति सुष्ठु इति. तदर्थं तयोर्मध्ये लिङ्गसाम्यमपि वक्तव्यं भवितव्यं. सुष्ठु इति स्त्रीलिङ्गपदम् इव न दृश्यते तदेव. तस्मादेव मम कन्फ्यूषन्. लिङ्गसाम्यम् अस्ति अत्र नास्ति किल भगिनि? अत्र सुष्ठु ग्रीवा यस्य सः इति लिङ्गसाम्यं न भवति किल? तदेव मम सन्देहः. पीताम्बरः पीतम् अम्बरं यस्य सः. अम्बरं कीदृशम् इत्युक्ते पीतं. तयोर्मध्ये लिङ्गसाम्यम् अस्ति एवमेव अत्रापि अस्ति इति मम चिन्तनम्. सुष्ठु इति पदं कस्मात् कारणात् स्त्रीलिङ्गं भवति? इट् लुक्स् लैक् नाट् श्रीलिङ्गं. तदेव तदेव मम सन्देहः. बहुव्रीहिसमासे समानाधिकरणबहुव्रीहिसमासः इति एकः अस्ति, व्यधिकरणबहुव्रीहिः इति अन्या अस्ति. समानाधिकरणबहुव्रीहिसमासे लिङ्गसाम्यं भवनीयमेव. शब्दकल्पध्रुमसे इट् इस् एन् अव्ययपदं. सुष्ठु अव्ययपदम् अस्तु. अग्रे चिन्तयामः. किमपि सूत्रं भवितव्यं तत् अपवादकरणेन. भूमा भगिनी पठतु अग्रे किञ्चित्. तदा अव्ययमेव मां वदिष्यति. वद् दातु सकर्मक अति इति कारणेन मां द्वितीया विभक्ति. किं वा अपि अव्ययम वा अव्ययमेव अव्ययम्. किं वदिष्यति सुग्रीवः? किं वदिष्यति तदा? तत्र दा इति प्रत्ययः तद्धितान्तपदमेव. अपि च विशिष्टसूत्रेण अव्ययं भवति. अस्मत् इति प्रातिपदिकात् माम् इति रूपं सूच्यति. वदिष्यति इत्यत्रापि धातुः पेट् अस्ति इति कारणतः इडागमः भवति. अग्रे पठतु. अन्ये वानराः अपि किं वा वदिष्यन्ति? अन्ये सप्तमे विभक्ति न. किमर्थं न? वानराः प्रथमाविभक्ति. प्रथमाविभक्ति बहुवचनं. उत्तमम्. अतः अन्यशब्दः सर्वनामशब्दः. अतः तस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. पुंलिङ्गे अस्ति चेत् अन्यः, अन्यौ, अन्ये एवं भवति. स्त्रीलिङ्गे अस्ति चेत् अन्या, अन्ये, अन्याः. इदं पदं सर्वनामपदम्. अतः त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति. एक वैशिष्ट्यमस्ति किल अन्यशब्दस्य? अन्यत् इति पदं कुत्र आगच्छति? नपुंसकलिङ्गे. नपुंसकलिङ्गे अन्यत् इति पदम् आगच्छति किल? अन्यत् एव. अन्यद् वाक्यं वदतु इति एव वक्तव्यम्. अन्यं वाक्यम् इति न कदापि वक्तव्यम्. अन्यद् वाक्यम्, अन्यत् कारणम् इति एव वक्तव्यं भवति. वानराः इति पदमस्ति खलु. वनानां समूहः वानम्. समूहार्थे तद्धित प्रत्ययान्तरूपम् अस्ति. वनानां समूहः वानम्. किन्तु अत्र वानरः इति लिखितमस्ति खलु. शब्दकल्पद्रुमे किं लिखितम् इत्युक्ते वनसम्बन्धि फलादिकं राति. अग्रे पठतु. अहमपि सीता न लब्धा इति रामं कथं वा वदिष्यामि? अहम् अस्मत् शब्दस्य प्रथमाविभक्ति एकवचनम्. अपि अव्ययम्. सीता आकारान्तस्त्रीलिङ्गं. न लब्धा लब्धातु. उत्तमं. लब् धातोः रूपमेव. लब् इति धातुः अस्ति, तस्मात् परं क्ता इति प्रत्ययः अस्ति. तत्र किं भवति? लब् धातोः परं कथाप्रत्ययस्य अवशिष्टभागः ता अस्ति. तत्र झषस्तथोर्धोधः इति सूत्रेण किं भवति? तकारस्य स्थाने धकारादेशः भवति आदौ, पश्चात् जलां झषि इति सूत्रेण लभ् इत्यत्र महाप्राणभकारस्य स्थाने अल्पप्राणबकारः आयाति इति कृत्वा लब्धा इति प्रातिपदिकं सिद्ध्यति, सीता न लब्धा इति दत्तमस्ति. अग्रे करोतु. रामं रामं द्वितीयविभक्ति एकवचनं. विशेषणभावम् अस्ति वा? सीता न लब्धा, रामः न लब्धः, तादृशं भवति किल? भवति. विशेषणभाव विशेष्य विशेषणभावः अस्ति किल? सीता न लब्धा. भिन्नरीत्या वक्तुमिच्छामश्चेत् लब्धा इति कृदन्तपदं क्रियापदम् इव कार्यं करोति. रामेण सीता न प्राप्ता इति एव वक्तव्यमस्ति. प्राप्तवती इति वक्तुमिच्छामश्चेत् तत्र सीतापदस्य विशेषणं भवति. सीता न प्राप्ता इत्येव वक्तव्यं भवति. इत्युक्ते कर्मण्यर्थे एव वाक्यं लिखितमस्ति. रामेण सीता न लब्धा, आञ्जनेयेन सीता न लब्धा इत्युक्ते वाक्यं कर्मण्यर्थे अस्ति. अत्र कर्मपदस्य विशेषणमस्ति लब्धा. अत्र वाक्यं कर्मण्यर्थे अस्ति. अग्रे करोतु. तर्हि रामः प्राणान्त्यक्ष्यति. यदि तर्हि अहं तथा वदिष्यामि. वद्दातु घृट् कारे उत्तमपुरुष एकवचनं. रामः प्राणान् प्राणः अकार अन्तपुल्लिङ्गः. द्वितीयविभक्ति प्राणान् बहुवचने अस्ति. त्यक्ष्यति त्यज् धातु वा? उत्तमं. त्यज् धातु त्यक्ष्यति. तत्र किञ्चित् वदामि. त्यज् इति धातुः अस्ति. आदौ किं भवति? त्यज् त्यग् भवति. तत्र चोः कुः इति एकं सूत्रमस्ति. त्यज् जकारस्य स्थाने गकारादेशः भवति चोः कुः इति सूत्रेण. त्यज् त्यग् भवति. पश्चात् खरिच सूत्रेण गकारस्य स्थाने ककारादेशः भवति. त्यक् योगः स्यति इति रूपमस्ति. तत्र आदेशप्रत्ययोः इत्यनेन त्यक्ष्यति इति रूपं सिद्ध्यति. प्राणान् इति बहुवचने दत्तमस्ति. किमर्थं बहुवचने? पञ्चप्राणाः सन्ति. जानाति वा पञ्चप्राणाः के? प्राण अपान उदान समान. एवं पञ्चप्राणाः सन्ति. कस्य कार्यं किम् इति अपि अस्माभिः ज्ञातव्यम्. अपान इत्युक्ते किं, समान इत्युक्ते किम् इत्यपि अस्माभिः ज्ञातव्यं. तेन किं कार्यं भवति इत्यपि अस्माभिः ज्ञातव्यं. कथा परिचिता एव, किन्तु व्याकरणांशान् अत्र परिशीलयामः. अग्रिमे वाक्ये तदा लक्ष्मणः अपि मरिष्यति इति लिखितमस्ति. मरिष्यति तत्र वक्तुमिच्छति वा? मृधातुतः मरिष्यति. मृधातोः लटीरूपं किम्? मृधातुः. किञ्चित् वदामि. औपदेशिक अवस्थायां धातोः रूपं मृञ् अस्ति. इत्युक्ते कवर्गीय अन्तिमव्यञ्जनं ञकारः अस्ति. ञकारः इति संज्ञकः अस्ति इति कारणतः अनुदात्तनित आत्मनेपदं सूत्रेण आत्मनेपदी धातुः भवति. अतः म्रियते इति रूपम् अस्ति. तत्र बहूनि अन्यानि सूत्राणि अपि आवश्यकानि म्रियते इति रूपं साधयितुं. तत्र एकं सूत्रमस्ति रिङ्क्षय ग्लिङ्क्षु इति सूत्रमस्ति. तेन सूत्रेण म्रियते इति रूपं सिद्ध्यति. किन्तु अत्र लृटिरूपं मरिष्यति इति दत्तमस्ति. मरिष्यति कथं साधनीयं? सुन्दरमहोदय वदतु. मृयोगे णिच् भवति. चुटु इति सूत्रेण णकारस्य इत्संज्ञा भूत्वा लोपः. हलत्यम् इति सूत्रेण चकारस्य अपि इत्संज्ञा भूत्वा. महोदय अत्र पश्यतु, अहं किं पृष्टवती? म्रियते इति लटिरूपमस्ति, लक्ष्मणः मरिष्यति अत्र लुटिरूपमस्ति. अत्र कीदृशं कार्यं भवति? मरिष्यति इति रूपं कथं साधनीयं? मरिष्यति. ओके ओके. मृयोगे स्य स्य इति लृट् लृट् प्रत्ययः. मृयोगे स्य योगे तिप् इति भवति. मृ स्य इति आर्धधातुकप्रत्ययः. इति कारणेन गुणः गुणः भवति, गुणकार्यं भवति, तद् तत्कारणेन मृ मर् भवति. उरण्परः इति सूत्रमपि तत्र कार्यं करोति. मृ मर् भवति, मर् योगे स्य योगे तिप्. एवं स्य दन्त्य सकारः मूर्धन्य शकारः भवति. तस्य सूत्रं आदेशप्रत्ययोः आदेशप्रत्ययोः इति सूत्रेण दन्त्यसकारस्य मूर्धन्यशकारः भवति. श्य मरि मर् मर् योगे श्य मरि मरिष्यति मरिष्यति इति अन्तिमं रूपं सिद्ध्यति. उत्तमं. लौकिकधातुः मृ अस्ति. मृ इति अजन्तधातुः, तत्र अन्ते ऋकारः अस्ति. ऋकारः इक् प्रत्याहारस्थवर्णः, अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्तधातौ गुणकार्यं भूत्वा मृ मर् भवति. मर् योगः ईष्यति इति रूपमस्ति. अत्र मृ इति धातुः अनिट् धातुः. अनिट् धातुः अस्ति चेदपि इडागमः भवति. किमर्थम् इति प्रश्ने सति, तत्र एकं विशिष्टं सूत्रमस्ति, रुद्धनोः स्ये इति सूत्रम्. इत्युक्ते ऋकारान्तधातुः स्या प्रत्यये परे सेट् भवति. तदर्थमेव करिष्यति, मरिष्यति, धरिष्यति, भरिष्यति इत्यादिषु धातवः ऋकारान्ताः. अतः रुद्धनोः स्ये इति सूत्रेण इडागमकार्यं भवति. अत्र स्थगयाम. वयं किञ्चित् चिन्तनं कृतवन्तः सर्वे मिलित्वा, समयाभावात् अग्रे गन्तुं न शक्तवन्तः. आगामिनि सप्ताहे पुनः मिलित्वा चिन्तनं करिष्यामः. सर्वेषां धन्यवादाः.